अस्तु, अद्यतनविषयः अस्ति तिङ्प्रत्ययानां सिद्धिः इति, तस्य चिन्तनवर्गः द्वितीयवर्गः अस्ति। तत्र विशेषतया तुह्योस्तातङ्गाशिष्यन्यतरस्याम् इति सूत्रस्य तत्र अलोन्त्यस्य अनेकाल्षित् सर्वस्य ङिच्च इति सूत्रस्य विषये अद्य चिन्तनं कुर्मः। कः नूतनः? बालसुब्रह्मण्यन्। ओ, बालसुब्रह्मण्यं महोदय। नमस्ते भगिनि, अखिला अस्मि। अखिला, अस्तु। विजया। विजया, करपत्रे तिप् सिप् इत्यनयोः स्थाने विकल्पेन तात् आदेशः इति अस्ति खलु, तस्मात् आरभ्य पठित्वा तस्मिन् विषये चिन्तनं कुर्मः। रामप्रिया मीना भगिनी पठति वा तिप् सिप् इत्यनयोः स्थाने विकल्पेन तात् आदेशः इति? आं भगिनि, तुह्योस्तात सोरि तिप्तिष् विषये तदेव तुह्योस्तातङ्ग् तुह्योस्तातङ्ग् आशिष्य अन्त्यतरस्याम्। अहं वदामि, तुह्योस्तातङ्ग् आशिषि अन्यतरस्याम्, आशिष्यन्यतरस्याम्, आशिष्यन्यतरस्याम्। पुनः वदतु, तुह्योस्तातङ्ग् आशिषि अन्यतरस्याम्। तुह्योस्तातङ्ग् आशिषि अन्यतरस्याम्, विभज्य यदि वदति आशिषि अन्यतरस्याम्, योजयित्वा आशिष्यन्यतरस्याम्, आशिष्यन्यतरस्याम्, तुह्योस्तातङ्ग् आशिष्यन्यस्तरस्याम्, आशिष्यन्यतरस्याम्। सूत्रार्थः कः पठति वा? तुहि इत्यनयोः स्थाने विकल्पेन तात् आदेशः भवति आशीर्वादार्थे। अवगच्छति वा? आम्, तु स्थाने तात् आदेशः भवति, अर्थः आशीर्वादार्थः। न्यमो ह्रस्वादपि न्यमुन् नित्यम् इत्यनेन प्रकृतसूत्रे तातङ्ग् इति पदात् न्युट् आगमः। तुश्च हिश्च तयोर् इतरेतरद्वन्द्वः तुहि तयोः तुह्योः षष्ट्यन्तं, तातङ्ग् प्रथमान्तम्, आशिषि सप्तम्यन्तम्, अन्त्यतरस्यां सप्तम्यन्तम् अनेकपदमिदं सूत्रम्, अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम्, अङ्गस्य तुह्योः तातङ्ग् आशिषि अन्यतरस्याम्। ङ्युट्टागमः ङ्यमो ह्रस्वादि ङ्यमुन् नित्यम्, तत्तु भिन्नसूत्रमस्ति, ततः तस्मिन् विषये चिन्ता मास्तु, परन्तु तू हि इत्यनयोः स्थाने विकल्पेन तात् आदेशः भवति। तू हि ते के तौ कौ? तू हि तू तु नाम तू इत्युक्ते तु प्रत्यय प्रत्ययः अस्ति, प्रथमपुरुष एकवचनम् अस्ति खलु, लोट् लकारे। आम्, तत्र तु इति भवति, हि इति कुत्र भवति? हि प्रथमान्त उत्तमपुरुषे न अवगच्छामि। हि कुत्र भवति इति कान्यः कोऽपि साहाय्यं करोति वा? मध्यमपुरुष एकवचनं हि इति, प्रथमपुरुष एकवचनं तु इति। इत्यनयोः स्थाने अत्र तुह्योः इति षष्टि अन्तं खलु, षष्टिः यदा भवति तदा स्थाने इत्यनयोः स्थाने इति योजयामः. षष्टि स्थाने योग इति अस्ति सूत्रम्. अतः तुहि इति स्थाने तातङ्ग् इति आदेशः आगच्छति खलु. आशिषि अर्थे यदि लोट् लकारस्य प्रयोगः भवति तदा एव एतस्य सूत्रस्य तात् इति तातङ्ग् इति आदेशः भवितुम् अर्हति. तात् आगच्छति इव आशीर्वादार्थः अस्ति, अन्यतरमपि आदेशार्थः अस्ति. लोट् लकारस्य अन्येषु अर्थेषु अपि भवति, आशिषि अर्थे अपि भवति लोट् लकारः. तात् लोट् तात् प्रत्ययः आशीर्वादार्थे, आशीर्वादार्थे यदि लोट् लकारस्य प्रयोगः भवति तदा एव तात् भवति सर्वदा न. अवगतम्? अवगतम्. यदि सामान्य रीत्या भवान् पठतु एवं वदति तदा तु तात् प्रयोगः भव न भवति. आशीर्वादार्थे यदा प्रयोगं कर्तुम् इच्छति लोट् लकारे तदा एव तात् भवति. अन्यतरस्याम् इत्युक्ते विकल्पेन भवति, तात् अपि भवितुम् अर्हति, तु अपि भवितुम् अर्हति. समानरीत्या तात् अपि भवति, हि अपि भवति. अवगतं खलु? आम् अवगतम्, अवगच्छामि. अस्तु, विद्याशङ्करमहोदयः अग्रे पठति वा बोनस् इति आरभ्य. आम्, अत्र प्रश्नः उदेति, अयं तातङ्ग् आदेशः कस्य स्थाने आयाति? प्रथमबिन्दु, यः कोऽपि आदेशः सः कस्य स्थाने आयाति इत्यस्य निर्णयार्थं सामान्यसूत्रं भवति अलौन्त्यस्य. अनेन आदेशः स्थानिनः अन्त्यस्य अलः स्थाने भवति. अयम् अन्तादेशः इति उच्यते. अवगच्छति वा? मम प्रश्नः अस्ति, अत्र पूर्वस्मिन् इदानीं पठितं तुह्योः स्थाने तातङ्ग् आयाति इति, अतः पुनः प्रश्नः कुतः आयाति तातङ्ग् आदेशः कस्य स्थाने आयाति? वयम् अर्थम् अवगतवन्तः तुहितिः इति स्थाने आगच्छति इति, परन्तु कथं वयं जानीमः तु इति स्थाने एव भवति न तु उकारस्य स्थाने वा भवति इति प्रथमं प्रश्नः आसीत्. तस्य समाधानं प्राप्य वयं अत्र महोदयः लिखितवान् तुहि इत्यनयोः स्थाने इति. प्रथमं वयं न जानीमः तु इति स्थाने भवति वा उ इति स्थाने भवति वा अथवा ह इति स्थाने भवति वा इ इति स्थाने भवति वा अथवा पूर्णतया हि इति स्थाने भवति वा इत्यादि. स्थाने इत्युक्ते कस्य स्थाने इति प्रश्नः प्रथमं मनसि उदेति. प्रश्नः अस्ति खलु? कस्य स्थाने इति प्रश्नः भवति. प्रथमं कथं तस्य निर्णयम् एवम् अभवत् इति विस्तरेण वदति. अवगच्छति वा इदानीं? किमर्थं तुह्यो स्थाने भवति इति चिन्तनीयं किल. पूर्णतया तु स्थाने किमर्थं भवति, न तु अन्त्यवर्णे अन्तिम उकारस्य वा इकारस्य वा स्थाने किमर्थं न भवति इति सूत्रस्य आधारेण वयं निर्णयं स्वीकुर्मः. तदनन्तरमेव तस्य कार्यं भवति. अस्तु, इदानीम् उक्तं सूत्रमस्ति अलौन्त्यस्य इति. इदं सूत्रं वदति अनेन आदेशः स्थानिनः स्थानी अत्र यस्य स्थाने आदेशः भवति तत् स्थानी तस्य स्थाने अन्त्यस्य अल् वर्णः इत्युक्ते अज् अपि हल् योजनेन अल् अलः स्थाने तस्य स्थाने भवति इति सामान्यसूत्रमस्ति. अस्तु, अत्र स्थाने अस्ति, तस्य स्थाने आदेशः आगच्छति खलु. स्थाने षष्ट्यन्तपदं भवति, आदेशः प्रथमान्तपदं भवति, प्रथमान्तपदम्. अल् इत्युक्ते सर्वे स्वराः सर्वाणि व्यञ्जनानि, तदेव भवान् उक्तवान् इदानीं खलु. आम् सर्वे सम्यक् अवगच्छन्तु इति अहं पुनः उक्तवती, भवान् बहु सम्यक् एव उक्तवान्. अस्तु, तत्र अनेन सूत्रेण किम् अन्तिम अल् वर्णस्य स्थाने एव भवति इति अलोन्त्यस्य इति सूत्रं वदति खलु. अस्ति वा महोदय? तर्हि अत्र तु इत्यस्य तु इति स्थाने कथं भवति, तत् अलोन्त्यस्य इति सूत्रस्य एव वयम् उपयोगं कुर्मः, तदा कथं तद् भवति? तु अल् वर्णः अस्ति, तु इति अस्ति, वर्णद्वयम् अस्ति खलु, तकारः उकारः. उकारः, उकारः अन्तिमवर्णः, अन्तिम उकारस्थाने उकार अल् अस्ति. अल् किं तत् सिंहार प्रत्याहारे अस्ति, अल् प्रत्याहारे अल्हारे अस्ति. उत्तमं. ततः ऊस्थाने आदेशः भवितुम् अर्हति. ऊस्थाने भवति तदा किं भवति, तकारः अपि अस्ति, तात् इत्यपि अनन्तरम् आगच्छति, अतः तात् इति भवति. यदि अलोन्त्यस्य सूत्रम् अलोन्त्यस्य इति सूत्रस्य कार्यमेव भवति खलु. भवता तकाराद् एकार्ध अर्धतकारः अनन्तरं तात् भवति. तकारः केवलं तकारः अनन्तरं तात् इति भवति यदि अलोन्त्यस्य इति सूत्रं कार्यं करोति. अवगतम्? आम्. अन्यः कोऽपि? राजी भगिनी अलोन्त्यस्य इति सूत्रस्य विवरणं पठति वा? आं भगिनि. अलोन्त्यस्य षष्ठीविभक्तिद्वारा यस्य पदस्य स्थाने आदेशः सः आदेशः अन्त्यस्य अल् वर्णस्य स्थाने भवति. परिभाषासूत्रम् अलः षष्ट्यन्तम् अन्त्यस्य षष्ट्यन्तं द्विपदमिदं सूत्रं षष्ठीस्थानयोगा इत्यस्मात् षष्ठीस्थाने इत्यनयोः अनुवृत्तिः. अनुवृत्तिसहितसूत्रं षष्ट्या अन्त्यस्य अलः स्थाने विद्यमानः आदेशः. अवगच्छति वा? आं महोदय. पुनः भवत्याः स्ववाक्ये वदतु. यस्य पदस्य अन्ते अल् वर्णः आगच्छति सः वर्णः पदस्य स्थाने आदेशः प्राप्तः, सः आदेशः अल् वर्णस्य स्थाने भवति. न तु पूर्णतया अलङ्कस्य सूत्रं परिभाषासूत्रम् अलः षष्ट्यन्तम् अन्त्यस्य अपि षष्ट्यन्तं तद् द्विपदम् इदं सूत्रम् इति इदं दत्तं. षष्ठीस्थानयोगः भवति, अतः षष्ठीस्थाने इत्यनयोः अनुवृत्तिः. अनुवृत्तिसहितसूत्रं षष्ट्या अन्त्यस्य अलः स्थाने इति. अस्तु, सर्वे अवगच्छन्ति वा? अत्र प्रश्नः अस्ति वा? अस्तु, तर्हि राजी भगिनी एव यथा इति उदाहरणं पठतु. अत्र यद् लिखितमस्ति सार्वधातुक अर्धधातुकयोः इति, तत्तु अलोन्त्यस्य इति सूत्रस्य कथं कार्यं भवति इति उदाहरणमस्ति. सर्वधातुकार्धधातुकयोः सार्वधातुके अर्धधातुके च प्रत्यये परे दिगन्ताङ्गस्य एकः गुणः भवति. सार्वधातुकञ्च एकक्षणम् अवगच्छति वा? एतत् सूत्रं तु भवन्तः जानन्ति इति मन्ये. आम् आम् सार्वधातुक अन्त्ये इक् वर्णः अस्ति. इक् वर्णस्य गुणः भवति अनेन सूत्रेण. इक् इक् वर्णस्य गुणः भवति. इकः अङ्गस्य अत्र अनुवृत्ति अन्तिमा एतस्य पङ्क्त्याः अन्तिमं वाक्यम् अस्ति अनुवृत्तिसहितसूत्रम्. इकः अङ्गस्य गुणः सार्वधातुक अर्धधातुकयोः इति अस्ति. इकः अङ्गस्य गुणः इत्युक्ते तत्र पश्यतु, भू इति उदाहरणमस्ति. भू योगः शप् इति चेति वा इकः अङ्गस्य स्थाने इत्युक्ते भू इक् इक इक इकः अङ्गः वा भू उकारः इकः अङ्गः. हा उकारः इक् इक् प्रत्याहारे अस्ति खलु. इक् प्रत्याहारे के के वर्णाः सन्ति? प्रत्याहारे इकः ऐ उन् ऐ ऐ उन् ऋल्ृ इक् प्रत्याहारे इकारः दीर्घः उकारः ऋकारः लृकारः ऋकारः अस्ति. तत्र अत्र ऊकारः इक् वर्णः अस्ति. आम् तत्र इकः स्थाने इति अस्ति. तर्हि केवलम् इकारस्य स्थाने वा अथवा इगन्तस्य इक् अन्तिम अन्तस्य स्थाने इति वा इति कथं जानीमः? गतसप्ताहे अहम् एकं परिभाषासूत्रम् उक्तवती, स्मरति खलु? अलोन्त्यस्य न, ततः पूर्वम् इक् इक् इकः इक् अन्तिमवर्णस्य येन विधिस्तदन्तस्य इति सूत्रमस्ति. इतः एव न केवलम् इक् अन्तिमवर्णः परन्तु इक् इक् वर्णः परन्तु इक् अन्तिम इक् अन्तं यदस्ति तस्यापि एतस्य सूत्रस्य प्रसक्तिः भवति. अत्र भू इति तु केवलम् इक् वर्णः नास्ति, इक् अन्तवर्ण इक् अन्त अङ्गम् अस्ति. इगन्त अङ्गम् इगन्तस्य अङ्गस्य गुणः भवति. इगन्त इकः गुणः इत्युक्ते इक् अत्र येन विधिस्तदन्तस्य इति सूत्रेण इकः अङ्गस्य गुणः भव इक इक इगन्तस्य अङ्गस्य गुणः भवति इति. तर्हि गुणः कस्य भवति? कस्य स्थाने भवति? इक उकारस्य स्थाने गुणः भवति. उकारस्य स्थाने तर्हि उकारस्य गुणः कः? ओकारः. ओकारः परन्तु केवलम् उकारस्य स्थाने भवति इति वा पूर्णतया भू इति अङ्गस्य स्थाने भवति इति वा कथं वयं जानीमः? उकारस्य स्थाने एव भवति. किमर्थम्? इकः अङ्ग अन्त्य इकः अन्तिमवर्णः अतः केन सूत्रेण? अलोन्त्यस्य एव. अलोन्त्यस्य इति सूत्रमेव भवति यदि आदेश अत्र तु उकारस्य स्थाने ओकारः उकारः स्थानी अस्ति, ओकारः आदेशः अस्ति खलु. अतः केवलम् उकारस्य स्थाने एव अन्तिम अल्वर्णस्य स्थाने एव भवति इति वयं कथं जानीमः इत्युक्ते अलोन्त्यस्य इति सूत्रे अनेन सूत्रेण वयं जानीमः वयं जानीमः. यदि अलोन्त्यस्य सूत्रं न स्यात् तर्हि भू इति स्थाने ए इति एक ओकारः ओ इति अपि स्थापयितुं शक्नुमः. पूर्णतया भू इति स्थाने ओ इति भवितुम् अर्हति खलु. अत्र विकल्पद्वयम् अन्तिमवर्णस्य स्थाने अथवा पूर्णतया भू इति स्थाने वयं कर्तुं शक्नुमः, परन्तु अलोन्त्यस्य इति सूत्रं सामान्यनियमः यदस्ति अन्तिमवर्णस्य स्थाने एव भवति इति भवति. अवगतम्? आं भगिनि अवगतम्. अतः अत्र सार्वधातुक अर्धधातुकयोः इति सूत्रस्य कार्ये इकः स्थाने यदा गुणः भवति सः गुणवर्णः केवलम् अन्तिमवर्ण अन्तिम अल्वर्णस्य स्थाने एव भवति, न तु पूर्ण अङ्गस्य स्थाने इति. केन सूत्रेण? अलोन्त्यस्य इति सूत्रे. अस्तु, सम्यक् अवगतं वा? आं भगिनि सम्यक्. अतः भू किं भवति? भू भो भवति. भो अ भव भव भो अभव सन्धिकार्यं येचो अयावयावः. ओ उत्तमम् उत्तमम्. येचो अयवायावः इति सूत्रेण सन्धिकार्यं भवति. भू भू भू भो भवति, भो भो अभव भवति. अस्तु, सुब्रह्मण्यमहोदयः अग्रे पठति वा? सर्वे एतावत्पर्यन्तम् अवगच्छन्ति? आं महोदय. प्रश्नाः सन्ति चेत् पृच्छन्तु कृपया. अत्र एकः प्रश्नः अस्ति, केन विधिस्तदन्तस्य इत्यस्य प्रसक्तिः किं न भवति? प्रसक्तिः अस्ति एव, तदर्थमेव अत्र भू इति केवलं इक् इक् वर्णः अस्ति वा अथवा इगन्त इगन्त इक् अङ्गम् अस्ति वा अथवा इगन्त अङ्गम् अस्ति वा? भू इगन्त अङ्गमस्ति. यदि केवलम् ऊ इति अस्ति इक् इक् इक् अङ्गः इग इक् अङ्गः भवति, परन्तु भू इति अस्ति तत्तु इगन्त अङ्गं भवति खलु. तत्र यद् सूत्रं तु वदति इकः अङ्गस्य इति भवति, इगन्तस्य अङ्गस्य इति न वदति अनुवृत्तिसहितसूत्रम्. इकः अङ्गस्य इकः अङ्गस्य इत्येव अस्ति, इगन्त अङ्गस्य इति न लिखितं, परन्तु वयम् इगन्तस्य अङ्गस्य अपि स्वीकुर्मः. किमर्थं? येन विधिस्तन्त तदन्तस्य इति सूत्रम् अस्ति इति कारणेन. अतः तस्य सूत्रस्य प्रसक्तिः अत्र अस्ति एव, तस्य कार्यमपि अस्ति. नो चेत् केवलं यदि ऊ इति कश्चन अङ्गम् अस्ति अथवा इ इति अस्ति ऋ इति अस्ति तस्य स्थाने एव भवितुम् अर्हति गुणः भवितुम् अर्हति गुणः. अवगच्छति वा महोदय? अतः सार्वधातुक अर्धधातुकयोः सूत्रस्य कार्ये येन विधिस्तदन्तस्य इति सूत्रस्य अपि प्रसक्तिः अस्ति. तदर्थमेव वयं भू इति पूर्णतया तस्य अङ्गस्य विषये परिशीलयामः. अनन्तरं भू इति स्थाने गुणः भवति चेत् केवलं भू इत्यस्य भवति वा अथवा अन्तिम ऊ इत्यस्य भवति वा इति प्रश्नः पुनः भवति. तस्य समाधानमेव अलोन्त्यस्य इति सूत्रं वदति. अवगतं पूर्णतया? आम् भगिनि. तर्हि अलोन्त्यस्य तु सामान्यनियमः अस्ति. सामान्यनियमः इत्युक्ते आङ्ग्लभाषायां जनरल् रूल् इति वदामः. सर्वत्र अलोन्त्यस्य इति सूत्रस्य यत्र कुत्रापि स्थानिनः स्थाने आदेशः भवति तत्र सर्वत्र अलोन्त्यस्य इति सूत्रस्य कार्यं भवति, प्रसक्तिः भवति. कार्यं भवति वा न वा न जानीमः, परन्तु प्रसक्तिः सर्वत्र भवति. प्रसक्तिः सर्वत्र भवति. प्रथमम् अलोन्त्यस्य इति सूत्र यदि स्थाने अस्ति तस्य स्थाने आदेशः आगच्छति तदा प्रथमं वयं किं चिन्तयामः? अलोन्त्यस्य. किं चिन्तयामः? अलोन्त्यस्य इति सूत्रं प्रथमम् आगच्छति. प्रथमम् आगच्छति. तदनन्तरं तस्य सूत्रस्य प्रसक्तिः भवति वा अथवा अपवादसूत्राणि सन्ति वा इति पुनः परिशीलयामः. सामान्यतः अलोन्त्यस्य इति सूत्रस्य प्रसक्तिः प्रथमं झटिति आगच्छति. सर्वे अवगच्छन्ति वा? कोऽपि पुनः पुनः अहं यद्वदामि तस्य अत्र महोदय अग्रे पठति वा किन्तु इति आरभ्य पठामि भगिनि. किन्तु आदेशे एकस्मात् अधिकाः वर्णाः सन्ति चेत् अनेकाल्षित् सर्वस्य इत्यनेन पूर्णस्थानिनः स्थाने भवति. किन्तु आदेशे यदागच्छति अत्र यदा ओ आदेशः भवति पूर्वतन उदाहरणं यदागच्छति तद् आदेशः भवति. किन्तु आदेश आदेशे एकस्मात् अधिकाः वर्णाः इत्युक्ते अत्र ओकारः एव अस्ति खलु पूर्वतन उदाहरणे. परन्तु अन्यतम उदाहरणे प्रायः एकः वर्णः न परन्तु द्वौ अथवा त्रीणि वर्णानि यथा तातङ्ग् अहं परिशीलितवान् अस्माकम् उदाहरणस्य तातङ्ग् अपि अनेकाल् भवति. अनेक अल् इत्युक्ते अनेके वर्णाः भवन्ति. अतः तदा किं भवति कस्य सूत्रस्य अपि प्रसक्तिः भवितुम् अर्हति? अत्र अनेकाल्षित् सर्वस्य इत्यनेन तस्य प्रायः प्रसक्तिः आगच्छति इति अहं चिन्तयामि. अत्र यदि आदेशः अनेकाल् भवति तदा अनेकाल्षित् सर्वस्य इति सूत्रस्यापि प्रसक्तिः भवति. अलोन्त्यस्य अन्तिमवर्णस्य स्थाने इति अस्ति. अनेकाल्षित् सर्वस्य किं वदति? आदेश यः आदेशः भवति तस्य कृते किञ्चित् नियमः अस्ति. कानिचन केचन कश्चन नियमः अस्ति तस्य कृते अनेकाल्षित् सर्वस्य इति प्रसक्तिः भवति. अत्र अलोन्त्यस्य तु यस्य स्थानिनः तस्य कृते इति अहं चिन्तयामि. स्थाने सूत्रद्वयम् अस्ति अपि तत्र स्थानिनः स्थाने आदेशः भवति सूत्रद्वयमपि. अलोन्त्यस्य इत्यस्य नियमः नास्ति परन्तु अनेकाल्षित् सर्वस्य इति सूत्रे अनेकाल् भवति आदेशः तदा भिन्नकार्यं भवति. अलोन्त्यस्य फलितांशः कः? अन्तिमवर्णस्य स्थाने आदेशः भवति. अनेकाल्षित् सर्वस्य इति सूत्रे अन्तिमवर्णस्य न पूर्णतया अङ्गस्य स्थाने भवति अथवा स्थानिनः स्थाने पूर्णतया भवति. इत्यनेन पूर्णस्थानिनः स्थाने भवति. अतः एतस्य नाम सर्वादेशः. अलोन्त्यस्य इति नाम अन्त्यादेशः. तत्र केवलम् अन्तिमवर्णस्य स्थाने भवति अन्तादेशः. पुनः वदतु भगिनी अत्र पुनः वदतु. अलोन्त्यस्य अन्तिमवर्णस्य स्थाने एव भवति इति कारणेन अन्तादेशः इति उच्यते इति वदामः. अन्तादेश केवलम् अन्तिमवर्णस्य आदेशः भवति. अतः अलोन्त्यस्य सूत्रं यदा कार्यं करोति तदा अन्तादेशः. अनेकाश्चित् सर्वस्य यदि कार्यं करोति तदा सर्वादेशः. सर्वस्य स्थाने आदेशः अन्तिमवर्णस्य स्थाने तत्र अन्तिमवर्णस्य स्थाने आदेशः. अवगतम्? एकः सन्देहः अस्ति, अनेक शीत् कुतः शीत् आगच्छति? तत् इदानीं सूत्रस्य विवरणं पठामः तदा ज्ञायते. महोदय पठति अनेकाश्चित् सर्वस्य इति सूत्रस्य विवरणं प्रथमवाक्यमेव पठतु, तदा ज्ञायते अनेकाश्चित् कथम् आगच्छति. महोदय पठति वा? आदेशः अनेकाल्, आदेशे एक एव वर्णः न अपि तु अनेके वर्णाः, अथवा षित् चेत् तर्हि एकवारं भगिनि मम तर्हि सर्वस्थानिनः स्थाने भवति न तु अन्त्यवर्णस्य. आदेशः अनेकाल्, आदेशे एक एव अथवा षित् नियम तत्र नियमद्वयम् अस्ति, यदि अनेकाल् भवति अथवा षित् भवति. षित् इत्युक्ते जानाति वा? षित् सार्वधातुकप्रत्ययः. सार्वधातुकप्रत्ययः, परन्तु षित् नाम किम्? षित् नाम षकारः इस् यस्य सः इत्संज्ञा भवति. यस्य यत्र षकारः इत् वर्णः भवति तस्य नाम षित् इति. अतः शप् इति अस्ति, शप् षित् वा? आम्, शप् षित् अस्ति. शप् षित् अस्ति. तिप् षित् वा? न. शप् पित् वा? इदानीं भेदः भेद अवगम्यते. शिप् इत्युक्ते तत्र शकारः इति वर्णः भवेत्. शित् इत्युक्ते यदि अनेकाल् भवति अथवा यः आदेशः अस्ति तत्र पाणिनिः शकारम् इति वर्णरूपेण स्थापितवान् तदा एव सर्वस्य स्थाने आदेशः भवति. अवगच्छति वा? अस्तु. अतः अपवादः इति जानाति खलु, अलोन्त्यस्य इति सूत्रस्य अपवादः अनेकाश्चित् सर्वस्य. अलोन्त्यस्य एकं सामान्यनियमं वदति, तस्य विपरीतनियमम् अनेकाश्चित् सर्वस्य वदति. अतः अपवादः खलु. तत्र अन्तिमवर्णस्य इति वदति, अत्र केवल सर्वादेशः इति वदति. अतः अनेकाश्चित् सर्वस्य तस्य अपवादः भवति. अवगच्छति वा सर्वे? अहम् एकं लौकिक उदाहरणं वदामि वा? एकः बालकः अस्ति, सः प्रथमं पितरं पृच्छति मधुरं खादामि वा इति. पिता वदति खादतु इति. सामान्यनियमः कः अत्र? मधुरं खादतु इति, खलु? अनन्तरं माता आगच्छति, किमर्थं भोजनात् पूर्वं भवान् मधुरं खादति? भोजनात् पूर्वं मधुरं मास्तु, अनन्तरमेव खादितुं शक्नोति. भोजनात् पूर्वं मधुरं मा खादतु इति. अतः सामान्यनियमः कः? मधुरं खादतु इति, मधुरं खादतु. तदा एव अलोन्त्यस्य इति सामान्यनियमः अन्तिमवर्णस्य स्थाने भवति इति. अनन्तरं माता किं वदति? भोजनात् पूर्वं मधुरं मास्तु इति. तत्तु अपवादः अस्ति. अस्तु भगिनि, अवगतं? भोजनात् अनन्तरमेव मधुरम् इति, भोजनात् पूर्वं मधुरं मास्तु इति, तत्तु अपवादः अस्ति. पिता वदति अलोन्त्यस्य, माता वदति अनेकाल्षित् सर्वस्य. अतः सामान्यनियमः अलोन्त्यस्य, परन्तु तर्हि भोजनात् पूर्वं पितुः वाक्यम् अनुसरति वा मातुः वाक्यम् अनुसरति वा? मातुः वाक्यमेव. सन्दर्भं दृष्ट्वा साधारणतया पितुः वाक्यमेव एव सामान्यनियमः सः उक्तवान्, परन्तु भोजनात् पूर्वं मधुरं नास्ति इति एव तस्मिन् सन्दर्भे भोजनात् पूर्वं मातुः वचनमेव तत्र अपवादः एव कार्यं करोति. सामान्यसमये अपरस्मिन् समये पितुः वाक्यं कार्यं करोति. अवगच्छति किम्? तथा एव सामान्यसमये अलोन्त्यस्य, परन्तु यदि अनेकाल् वा षित् वा भवति तदा अनेकाल्षित् सर्वस्य. अस्तु. भोजनसमये हि अनेकाल् अस्ति, अनेकाल्षित् अस्ति. भोजनात् पूर्वम् इति यदि वदामः तत्तु अनेकाल्षित् इव सादृश नियम तादृश समये. अवगच्छति वा इदानीं? बहु समीचीनं. उदाहरणं बहु बहु सम्यक्. सामान्यतया पितरः किमपि खादन्तु इति वदन्ति, माता एव मास्तु इति वदन्ति. अस्तु, अवगतम्. अत्र अनुवृत्तिसहितसूत्रं किं भवति? अनेकाल्षित् सर्वस्य स्थाने भवति इति. अत्र उदाहरणं परिशीलयतु. ज्ञाजनोर्जा इति अपरः अखिला भगिनी पठति वा? आं भगिनि. यथा ज्ञाजनोर्जा, ज्ञा क्रयादिगणे, जन् दिवादिगणे, च इत्यनयोः जा आदेशो भवति शिति प्रत्यये परे. आदेशः ज्ञा इति क्रयादिगणे धातु अस्ति, जन् इति दिवादिगणधातु अस्ति. एतयोः परे यदा षित् प्रत्ययः आगच्छति तदा जा आदेशः भवति. इत्युक्ते ज्ञा गच्छति ज्ञास्थाने. ज्ञा इति धातुः अस्ति, अनन्तरं शप् इति योजयामः तदा किं भवति? अस्य सूत्रस्य प्रसक्तिः अस्ति वा तत्र? पुनः पृच्छतु भगिनी, क्षम्यताम्. अहं सम्यक् न कृतवती. ज्ञा इति धातुः अस्ति, तत्र शप् योजयामः तत्र एतस्य सूत्रस्य प्रसक्तिः भवति वा? किमर्थं शप् इति तत्र शकारः अस्ति, शकारः इत् अस्ति तत्र, तर्हि शप् षित् अस्ति. एतस्य सूत्रस्य प्रसक्तिः अस्ति. प्रसक्तिः अस्ति. तर्हि ज्ञा गच्छति जा इति क्षम्यताम्, अत्र शप् न श भवति. क्रयादिगणे श भवति. क्रयादिगणे दिवादिगणे श्यन् भवति खलु? दिवादिगणे श्यन् भवति, क्रयादिगणे श्ना भवति. अत्र श्ना योजयामः चेत् तदा किं भवति? ज्ञा योगः श्ना, श्ना षित् अस्ति, तर्हि श गच्छति, न एव तिष्ठति. तिष्ठति तर्हि ज्ञा गच्छति, ज्ञास्थाने ज आगच्छति, जा योग न भवति. जाना जाना भवति, जानाति. जानाति जानाति इति पदमेव तत् जानाति ज्ञाति धातुः ज्ञाति धातुतः ज्ञानम् इत्यादि पदानि भवन्ति वयं यत् जानीमः तदेव ज्ञानं भवति यद्यपि ज्ञायति धातुः अन्यत्र ज्ञायत्येव भवति क्षितिपरे केवलं ज्ञाजा भवति तदर्थमेव ज्ञायते इति भवति परन्तु जानाति इति आमामां तदर्थमेव ज्ञायते ज्ञास्यति भविष्यत्काले ज्ञास्यति एव भवति तत्र शित् न भवति तत्र लट् लोट् लङ् विधिलिङ् लकारे एव विकरणप्रत्ययाः भवन्ति शप् शप्ष्यन् श्ना इत्यादि अतः जानाति इति ज्ञा धातोः जा इति आदेशः जा इति आदेशः एकाल् वा अनेकाल् वा अनेकाल् अनेकाल् वर्ण कति वर्णाः सन्ति वर्णद्वयम् अस्ति जकारः अनन्तरम् आकारः तर्हि अलोन्त्यस्य सूत्रस्य प्रसक्तिः अस्ति वा अनेकाश्चित् सर्वस्य सूत्रस्य प्रसक्तिः अत्र अस्ति वा प्रथमम् अलोन्त्यस्य इति सूत्रस्य प्रसक्तिः अस्ति किमर्थं चेत् अलोन्त्यस्य इति सूत्रे एकाल् वा अनेकाल् वा इति न उक्तम् परन्तु अनन्तरम् अनेकाश्चित् सर्वस्य इति सूत्रम् अस्ति इति कारणात् तस्य अपवादरूपेण अनेकाश्चित् सर्वस्य इति सूत्रम् आगत्य कार्यं करोति अलोन्त्यस्य इति कार्यं न करोति तर्हि ज्ञा सर्वस्य आदेशः भवति तर्हि ज्ञा गच्छति ज्ञास्थाने जा आगच्छति यदि अनेकाश्चित् सर्वस्य सूत्रं न भवति तर्हि अत्र कार्यं कथं भवति तर्हि तत्र ञ इति तिष्ठति अनन्तरम् आकारस्य स्थाने ज आगच्छति अलोन्त्यस्य इति कारणात् अवगतम् अतः यदि अनेकाश्चित् सर्वस्य सूत्रं नास्ति तर्हि तत्र भ्रमः भवितुम् अर्हति अनिष्टरूपं भवति अतः एव अनेकाश्चित् सर्वस्य इति सूत्रम् अत्र स्थापितवान् पाणिनिः नो चेत् सर्वत्र यदि अलोन्त्यस्य एव कार्यं करोति तदा एतादृशस्थानेषु ज्ञ जा इति भवति केवलं जा इति स्थाने तथा एव जन् इति धातुः अस्ति जन् धातुः कस्मिन् गणे अस्ति दिवादिगणे तत्र विकरणप्रत्ययः कः श्यन् श्यन् तर्हि जन् श्यन् यदि योजयति तदा कार्यं कथं भवति शन् इति षित् अस्ति षकारः इति कारणात् तर्हि जा ज्ञाजनोर्जा इति सूत्रं तु तस्य प्रसक्तिः अस्ति जन् इति स्थाने जा आगच्छति प्रथमं यदा ज्ञाविषये उक्तवन्तः तथैव प्रथमम् अलोन्त्यस्य इति कार्यम् इति आगच्छति परन्तु तस्य अपवादरूपेण अनेकाश्चित् सर्वस्य इति सूत्रमागत्य जन् स्थाने जा आगच्छति जायोग य य भवति जाय अनन्तरम् आत्मनेपति पदं धातु इति कारणात् जायते इति रूपं भवति उत्तमम् अति उत्तमं भवति भगवद्गीतायां प्रायः श्रुतवन्तः न जायते म्रियते वा इति जायते इत्युक्ते जननं प्राप्नोति इति अर्थे भवति जन धातुः जन् जननं अन्यत्र तु जननं परन्तु षित् योगे जा यदि अनेकाश्चित् सर्वस्य सूत्रं न भवति तर्हि कथं भवति तत्र इति जकारः तिष्ठति आकारस्य स्थाने जा आगच्छति तु स्थाने आगच्छति अन्तिम अल्वर्णः. क्षम्यतां, नकारस्य स्थाने आगच्छति. इति न्याय इति किञ्चित् चिन्तितवती, क्षम्यतां. जन् इति अस्ति, नकारस्य स्थाने जा आगच्छति. जजायते इति रूपं भवति. तत् अनिष्टरूपम् अस्ति खलु. तदर्थं तादृशभ्रमः मास्तु इत्येव अनेकाल्षित् सर्वस्य इति अपवादसूत्रम् अस्ति. इदानीं सम्यक् अवगच्छन्ति? आं भगिनि. इदानीं जनधातु ज्ञाधातुविषये कथं अनेकाल्षित् सर्वस्य सूत्रस्य कार्येण सम्यक् यद् इष्टं रूपम् अस्ति तदेव भवति इति वयं जानीमः. तदा अनेकाल्षित् सर्वस्य सूत्रम् अपवादसूत्ररूपेण कार्यं करोति. इदानीं विजया भगिनी, एतावत्पर्यन्तं स्पष्टम् अस्ति इति मन्ये. जानामि किम् आगच्छति किम् इति अहं जानामि. ओ अस्तु. बालसुब्रह्मण्यं महोदयः किमपि वक्तुम् इच्छति वा? अस्ति वा? अस्तु, तर्हि विजया भगिनी अग्रे गच्छामः वा? निच्च इति सूत्रविषये पठामः वा? विजया भगिनी पठति वा? अधुना स च अनेकाल् आदेशः नित् चेत् अनेकाल् चेदपि अन्त्यस्य एव स्थाने भवति. निच्च नित् आदेशः अनेकाल् चेदपि अन्त्यस्य एव स्थाने भवति. इदं सूत्रम् अनेकाश्चित् सर्वस्य इति सूत्रस्य अपवादः. अनेकाश्चित् सर्वस्य तु अलोन्तस्य इत्यस्य अपवादः. अवगच्छति वा? अत्र किमस्ति तत् अहं चिन्तयामि, अहम् अवगन्तुं शक्नोमि, परन्तु अत्र उदाहरणं यदा अस्ति सम्यक् भवति इति. यदि आदेशः इयङ् इति भवति, अत् पूर्वतन उदाहरणे जा इति अस्ति, जा ङित् वा? न, न. तत्र किमर्थं ङित् न? तत्र ङकारः अस्ति वा जा इति आदेशे? केवलं जकारः आकारः अस्ति, ङकारः इत् वर्णः तत्र नास्ति, अतः जा तु ङित् नास्ति. परन्तु इयङ् इति कश्चन आदेशः अस्ति, इयङ् ङित् वा? यतोहि ङकारः इत् वर्णः अन्तिमः हल् वर्णः अस्ति, अतः हलन्त्यम् इति सूत्रेण ङकारस्य इत् संज्ञा भवति. अतः ङकारः इत् अस्ति, अतः इयङ् किं भवति? ङित् भवति. इयङ् स्वीकरोतु, इयङ् ङित् अस्ति. इयङ् अनेकाल् अस्ति वा? कति वर्णाः सन्ति तत्र? अस्ति द्वयमस्ति वा? इकारः यकारः अकारः. इकारः यकारः, क्षम्यतां, तत्र अकारः अपि इत् वर्णः एव. इ इति आदेशः भवति. एकक्षणं. अतः कति वर्णाः सन्ति? ईकारः यकारः. अतः एकाल् अस्ति वा अनेकाल् अस्ति वा? अनेकाल् अस्ति. अनेकाल् अपि अस्ति, ङित् अपि अस्ति. ङित् किं वदति? ङित् आदेशः अनेकाल् चेदपि अन्त्यस्य एव स्थाने भवति. इदानीम् इयङ् किं भवति, अनेकाल् अपि अस्ति, ङित् अपि अस्ति. तर्हि अनेकाल् इति कारणेन किं भवितुम् अर्हति? अन्त्य अन्तादेशः भवति वा सर्वादेशः भवति वा? सर्वादेशः भवितुम् अर्हति, परन्तु ङिच्चिति सूत्रेण अन्ते एव इति कारणेन ङिच्च इति सूत्रेण अन्तादेशः एव भवति इति एव ङिच्च इति सूत्रं वदति खलु. तदेव सारांशः तस्य. अतः प्रथमम् अलोन्त्यस्य इति सामान्यसूत्रम्, अनन्तरं तस्य अपवादः कः? अनेकाल्चित् सर्वस्य. अनेकाल्चित् सर्वस्य इति सूत्रस्य अपवादः कः? निच्च. निच्च इति सूत्रं. तर्हि अपवादस्य अपवादः. मम उदाहरणे पिता खादतु इति वदति, माता भोजनात् पूर्वं मा खादतु इति वदति, पुनः पिता वदति यदि भोजनसमये बहु बुभुक्षा अस्ति, किमपि भोजनं न प्राप्नोति, बहु बुभुक्षितः अस्ति, तर्हि मधुरमपि खादतु इति वदति. तत् कथं भवति? प्रथमं पिता खादतु इति यदि वदति तत् सामान्यनियमः अलोन्त्यस्यैव. माता भोजनात् पूर्वं मा खादतु इति वदति तत्तु अनेकाल्चित् सर्वस्यैव. पिता यदि भोजनं किमपि नास्ति, मधुरमेव अस्ति, बुभुक्षितः अस्ति, तर्हि मधुरं खादतु इति यदि वदति तत्तु निश्चयमेव. तत्र प्रथमं खादतु, अनन्तरं मा खादतु, अनन्तरं खादतु. अतः अपवादस्य अपवादः. अपवादस्य अपवादः किं करोति? प्रथमसामान्यनियमस्य कार्यमेव तत्रापि भवति. अत्र सामान्यनियमः अन्तिम वर्णस्य स्थाने आदेशः भवति. प्रथम अपवादस्य सर्वस्य स्थाने भवति अनेकाल्षित् सर्वस्य सूत्रेण. निच्छसूत्रं पुनः किं वदति? अन्तिमवर्णस्य स्थाने एव भवति इति, यदि ङित् अस्ति. सर्वत्र अलोन्त्यस्य सूत्रस्य इति प्रसक्तिः अस्ति. यदि अनेकाल् भवति तर्हि अनेकाल्षित् सर्वस्य इति सूत्रस्य अपि प्रसक्तिः अस्ति. यदि अनेकाल् भवति ङित् अपि भवति तदा अलोन्त्यस्य अनेकाल्षित् सर्वस्य ङिच्च इति सूत्रत्रयस्य अपि प्रसक्तिः भवति. अवगतम्? अवगतम्. तत्र प्रसक्ति सूत्रत्रयस्य अपि भवति. ङित् अस्ति चेत् तत्र निच्च इति सूत्रस्य कार्यं सामान्यतः भवति. सामान्यतः भवति. अवगतम्? अवगतम्. अस्तु, अत्र अचिष्णुधातु भ्रुवां युवोर् यङ् यङौ इति सूत्रम् अस्ति. तस्य विवरणं रामप्रिया भगिनी पठितुं शक्नोति वा? आं भगिनि, अहं पठामि. यथा अचि ध्रुवां यवोर् ऋधुवङ्गौ प्रत्ययान्तङ्गस्य. महोदय किञ्चित् उच्चैः वदतु, सम्यक् न श्रूयते. ओ क्षम्यतां भगिनि. अचि ष्णु अत्र श्रूयते वा? अचि श्नु श्नु धातु ब्रुवां यवो यवु यङ्गु वडौ इवोर् यङ्गु वडौ श्नु प्रत्ययाङ्गस्य स्वादिगणस्य अङ्गस्य यदा शक्नु चिनु इत्यनयोः इकारान्त उकारान्त धातुरूपी अङ्गस्य रु प्रातिपादिकस्य च एषाम् इकारस्य उकारस्य स्थाने क्रमेण यङ् वङ् च आदेशः भवति अजादिप्रत्यये परे. अवगच्छति वा? किञ्चिदेव अवगच्छति भगिनि. अन्यः कोऽपि साहाय्यं करोति वा? अचि इत्युक्ते इत्युक्ते अजन्तशब्दाः अच्युत् अजन्तम् अचि इत्युक्ते अच् परे अस्ति अनन्तरम् अस्ति इति अर्थः पूर्वं श्नु इति इति अन्तिमाङ्गं शक्नु शक्नु अन्ति इति चिन्तयतु इति उदाहरणं चिन्तयतु शक्नु अन्ति शक्नु योगः अन्ति अन्ति इत्यस्य प्रथमवर्णः कः अकारः अकारः अच्छति वा अत्र शक्नोतु श्नुप्रत्ययान्तं भवति शक्नु इति अङ्गम् अतः अस्य सूत्रस्य प्रसक्तिः अस्ति शक्नुः योगः अन्ति आम् सामान्यसन्धिकार्यं यदा भवति कथं भवति शक्नुवन्ति न भवति शक्नु अन्ति इत्यस्य उकार शक्नुवन्ति इति भवति शक्नुवन्ति यण् सन्धिः यदा भवति सामान्यकार्यं यण् सन्धिः एव तत्र उकारस्य अकारस्य योगे शक्नुवन्ति इति भवति परन्तु अत्र इयङ् अथवा उवङ् आगच्छति इत्युक्ते उवङ् इत्युक्ते उव इति भवति इय इत्युक्ते इय इति भवति अतः इयङ् इत्यस्य उवङ् इत्यस्य उव शक्नुवन्ति इति भवति उवङ् आदेशः भवति तथा एव अत्र उदाहरणमपि अस्ति पश्यतु तुदादिगणे रीति धातुः अस्ति अग्रिमपुटे री योगः श इति अत्र श अत्र री अ तयोः योगे रेफः अस्ति इकारः अस्ति अनन्तरम् इकारस्य अनन्तरं श इति कीदृशप्रत्ययः षित् अस्ति तुदादिगणे अस्ति श तु तुदादिगणस्य विकरणप्रत्ययः खलु अत्र रि इति तुदादिगणीयधातुः अस्ति श इति तुदादिगणस्य विकरणप्रत्ययः अस्ति षित् अस्ति अत्र रि इति अनन्तरं श इति अस्ति प्राचिष्णुधातु भ्रुवां युवोरिङ् इयङ् ओङो इति सूत्रेण इयङ् आदेशः भवति इयङ् इति आगच्छति अवगच्छति वा अवगच्छति अत्र इयङ् इति पूर्णतया रीति स्थाने आगच्छति वा अथवा इकारस्य स्थाने आगच्छति वा योगे रियङ् रास्थाने य आगच्छति रा योग य रिय भवति रिय भवति कथं वदति रिय इति भवति इति आदेशः कीदृशः इयङ् आदेशः अनेकवर्णः अनेकाल् अस्ति अनेकवर्णाः सन्ति अतः प्रथमम् अलोन्त्यस्य सूत्रमपि आगच्छति कार्यार्थम् अनन्तरम् अनेकाल्षित् सर्वस्य इति सूत्रमपि कार्यार्थम् आगच्छति तर्हि तत्र किं भवति यङ् इति पूर्णतया रि इति स्थाने पूर्णतया इय इति स्थापयामः यदि अनेकाल्षित् सर्वस्य इति सूत्रमेव कार्यं करोति खलु यतोहि अनेकाल्षित् सर्वस्य सर्वादेशः अतः इयङ् इति अस्ति नकारः अपि अस्ति अतः ङित् अस्ति अस्ति इयङ् इयङ् अतः ङिच्च इति सूत्रमपि कार्यं करोति निच्च किं वदति अन्तिमवर्णः एव कार्यं करोति, अन्तिमवर्णस्य स्थाने एव भवति, तर्हि यदि नित्यसूत्रं न स्यात् रियोगः श किं भवति? रियोगः केवलम् इय इति भवति, इव एव भवति, अतः एव निच्च इति सूत्रम् अस्ति येन रिय इति आगच्छति, केवलम् इकारस्य अन्तिम इकारस्य स्थाने आगच्छति इय इति. इदानीं सूत्रत्रयस्य कार्यमपि सम्यक् अवगच्छन्ति खलु. प्रथमं अलोन्त्यस्य सूत्रं सार्वधातुक अर्धधातुकयोः इति सूत्रे एकस्य वर्णस्य इक् वर्णस्य स्थाने गुणः भवति. अनन्तरं अनेकाल्षित् सर्वस्य सूत्रं तत्र जा अनेकाल् अस्ति इति कारणेन ज्ञास्थाने पूर्णतया जा भवति, जन् स्थाने पूर्णतया जा भवति. तत्तु अपवादसूत्रम् अस्ति, अलोन्तेस्य इति सूत्रस्य अनेकाल्षित् सर्वस्य इति सूत्रम् अपवादः अस्ति. अग्रे अचिष्णुधातुभ्रुवां क्षम्यताम्, अचिष्णुधातुभ्रुवां यो यङौ सूत्रं तु ङित् अपि अस्ति, अतः पुनः अन्तिमवर्णस्य स्थाने एव भवति, न तु सर्वादेशः भवति यद्यपि अनेकाल् भवति. भगिनि अत्र प्रश्नः अस्ति, अत्र तुदादिगणे श्नु कथम् आयाति? तत्र श इति प्रत्ययः, शुभादिगणे श्नु आयाति, तत्र तुदादिगणे श्नु धातु ब्रुवाम् इति सूत्रस्य प्रसक्तिः कथम् अस्ति? एकक्षणं, अत्र मम करपत्रम् तत्र श्नु प्रत्ययाङ्गस्य स्वादिगणस्य अङ्गस्य यथा शक्नु चिनु इत्यनयोः इकारान्त उकारान्त धातुरूपी अङ्गस्य अचिष्णु धातुभ्रुवां सूत्रस्य विवरणं पुनः पश्यतु. केवलं श्नु धातु श्नु न, तदपि एकम् उदाहरणम् अस्ति तत्रापि भवति इकार उकारान्ते अपि. आं पश्यति वा तत्र सूत्रविवरणं पश्यति वा? इकारान्त उकारान्त धातुरूपी अङ्गस्य भ्रू इति प्रातिपदिकस्य तत्र सन्दर्भत्रयं भवति, तेषु सन्दर्भेषु अस्य सूत्रस्य प्रसक्तिः भवति. यत्र यत्र श्नु श्नु प्रत्यय अस्ति तत्र अङ्गस्य स्थाने अङ्गस्य विषये अथवा इकारान्त उकारान्त धातुरूपी अङ्गस्य धातुरूपी अङ्गस्य अत्र ऋतु इकारान्त धातु अत्र भू धातु अस्ति उकारान्त धातु अस्ति भू धातु तत्र युवोः इति प्रायः अत्र इकारान्त उकारान्त धातुरूपं सूचयति इति अहं चिन्तयामि. युवोः श्नु धातु ध्रुवाम् इति अस्ति खलु अङ्गानां इयङ् वाङ्गौ अचि अस्ति खलु तत्र युवोः युवोः षष्ठी अस्ति तत्कारणात् प्रायः स्थाने ऊ स्थाने इयङ् उवङ्ग् इति आदेशः तत् भवतः प्रश्नः न अवगम्यते. भू अपि धातुः अस्ति परन्तु भू भो भवति खलु गुणकार्यं प्रथमं. भगिनि अत्र अत्र प्रश्नः अस्ति इकारान्तस्थाने किमर्थम् इयङ् आयाति इति प्रश्नः. प्रायः तस्य समाधानं भवान् अपि उक्तवान् इदानीमेव. अत्र सूत्रे प्रथमम् अनुवृत्तिसहितसूत्रं यथा दत्तमस्ति अत्र युवोः अस्ति खलु युवोः इत्युक्ते इकारान्त उकारान्तस्थाने इकारान्त अङ्गानां अङ्गस्य स्थाने अथवा स्थाने स्थाने इयङ् उवङ्गौ अचिपरे अचिपरे यदि अत्र रि इकारान्तः अस्ति इकारान्तः अस्ति तदनन्तरम् अत्र प्रत्ययः श अस्ति षित् अस्ति अत्र अकारान्तः अस्ति अचिपरे अस्ति खलु अत्र तदर्थम् ई स्थाने इयङ् आयाति इति इयङ् अत्र अन्तिम ङकारः इत् अस्ति तदनन्तरं तत् इ य भवति तत्कारणात् रियोगः श भवति रियोगः आ तदनन्तरं यदि इदानीं यः सूत्रमहं पठितवन्तः तत्कारणात् रयोगः य भवति रयोगः इ योगः आ रिया भवति रिया भवति अत्र युवोः इति अपि अङ्गस्य अत्र स्थानी भवति युवोः विशेषः इति यद् इकारान्त उकारान्त इति तस्य पूर्णतया तस्य ज्ञानं भवति अवगच्छति वा अत्र जि जि धातु अस्ति जि जयति तत्र जि धातु तत्र इकारान्त अस्ति तत्र परन्तु तस्य गुणकार्यं प्रथमं भवति जि जे भवति अनन्तरं जे जय भवति ओ अस्तु प्रथमं गुणं भवति अनन्तरं तत्र शप् अस्ति जि योगः शप् अत्र जि अत्र रियोगः श शप् पित् अस्ति अतः किं भवति पित् कारणात् अत्र गुणादेशः भवति खलु गुणादेशः भवति अत्र श पित् अस्ति वा श पित् अस्ति वा शपित् नास्ति शपित् नास्ति परन्तु पित् अस्ति वा सार्वधातुकम् अपित् इति सूत्रेण किं भवति गुणनिषेधः गुणनिषेधः भवति अतः एतस्य सूत्रस्य कार्यम् अत्र भवितुम् अर्हति स्नु धातु वा अथवा इकार उकान्त धातु वा तत्र अस्तु अवगच्छामि धन्यवादः सत्यम् उत्तमः प्रश्नः इदानीं भवन्तः पूर्णतया एतस्य कार्यम् अवगच्छन्ति खलु अत्र इयङ् इति ङित् अस्ति इति कारणेन एव केवलम् इकारस्य स्थाने भवति नो चेत् रि इति पूर्णतया धातोः स्थाने इय इय इति आगच्छति अस्माकम् अत्र अलोन्त्यस्य अनेकाल्षित् सर्वस्य निच्च इति सूत्रस्य त्रयस्यापि कार्यम् इदानीं भवन्तः अवगच्छन्ति वा पूर्णतया अस्ति अस्तु तर्हि अधुना तातङ् आदेशः अपि अनेकाल् निच् च इति चतुर्थ तत्र अस्ति खलु तदा आरभ्य सुब्रह्मण्यमहोदयः पठति वा आं भगिनि चतुर्थबिन्दुः अधुना तातङ् आदेशः अपि अनेका नित् च अतः नियमानुसृत्य निच्च इत्यनेन अन्तादेशः अन्त्यस्य अलः स्थाने स्यात् यथा तिप् तु तुह्योस्तातङ्गाशिष्यन्यतरस्यां निच्य इत्यनेन उकारस्य स्थाने तातङ्ग् त् योगः तात् अवगच्छति वा अत्र अवगच्छामि भगिनि. अत्र तातङ्ग् अनेकाल् अस्ति, अनेकाल् आदेशः अस्ति. कारणात् अत्र ता आकारः तकारः अकारः केवलं आकारः तकारः एव प्रत्ययस्य वर्णाः, अन्यत् सर्वं वर्णाः. इत्वर्णानां गणना न भवति, अनुबन्धलोपानन्तरमेव. अनुबन्धलोपानन्तरं यद् रूपमस्ति तस्य तत्र एव कति वर्णाः इति प्रथमं परिशीलयामः. तात् इति एव अनुबन्धलोपे भवति. अस्तु, अतः तात् इत्यत्र कति वर्णाः? वर्णत्रयं. वर्णत्रयमस्ति अतः अनेकाल्. त्रयः, त्रयः वर्णाः, त्रयः वर्णाः अतः अनेकाल्. अधुना तातङ्ग् आदेशः अपि अनेकाल् ङित् च इति अस्ति. ङित् च इत्युक्ते ङित् तातङ्ग् ङित् अस्ति खलु, तत् कारणात् ङित् अपि भवति. अतः ङित् अस्ति. अत्र किम् अत्र के कानि सूत्राणि कार्यार्थम् आगच्छन्ति? प्रथमं अलोन्त्यस्य, तदनन्तरं अनेकाल् अनेकाल्षित् आगच्छति. अनेकाल्षित् अनेकाल्षित् सर्वस्य आगच्छति. तदनन्तरं निच्च आगच्छति, अपि आगच्छति. निच्च अपि आगच्छति. निच्च कारणात् अत्र अन्तादेशः वा सर्वादेशः वा? अत्र अन्त्यादेशः एव भवति खलु निच्चकारणात्. निच्चकारणात् तदर्थं तु स्थाने तु ह्यो स्तातङ्गाशिष्यन्यतरस्याम् इत्यनेन उकारस्य स्थाने तातङ्ग आदेशः भवति. भवति इत्येव प्रथमं वयं चिन्तयामः. अस्तु भगिनि. सूत्र एतावत्पर्यन्तं यत् परिशीलितवन्तः तस्य आधारेण केवलम् उकारस्य स्थाने एव तात् भवति. किन्तु इति अस्ति, तस्य रूपं किं भवति? इत्तात् इति भवति. किन्तु एवं भवति चेत् सिद्धं रूपम् इत्तात्, तत्तु इष्टं रूपं नास्ति. तात् भवति वा तात् भवति वा? तात् एव भवति. अत्र प्रश्नः अस्ति किमर्थं निच्छसूत्रं कार्यं न करोति, अनेकाल्षित् सर्वस्य एव कार्यं करोति इति प्रश्नः भवति. तत्र तात् तात् न भवति, तात् एव भवति. तर्हि निच्च इति सूत्रस्य किम् अभवत्, तस्य कार्यं किं किमर्थं न अभवत् इति प्रश्नः आयाति, आगच्छति. समाधानं सिद्धान्तकौमुद्याः मूलवृत्तौ प्राप्यते. सिद्धान्तकौमुदी नाम कश्चन ग्रन्थस्य व्याकरणग्रन्थस्य नाम अस्ति. तत्र लिखितवन्तः किमर्थं निच्छकार्यं न करोति इति. कोऽपि पठति वा? विद्याशङ्करमहोदयः पठति वा? महोदयः अस्ति वा? समाधानं सिद्धान्तकौमुद्याः मूलवृत्तौ प्राप्यते. आशिषि तुह्योस्तातङ्ग् वा स्यात् अनेकालत्वात् सर्वादेशः, यद्यपि ङिच्च इति अयम् इति इयम् अपवादः, तथापि अनन्यार्थ ङित्वेषु अनङ्गादिषु चरितार्थ इति गुणवृद्धिप्रतिषेधसम्प्रसारणाद्यर्थतया सम्भवत् प्रयोजनङ्कारे तातङ्गी मन्थरं प्रवृत्तः परेण बाध्यते. इह उत्सर्गापवादयोः अपि समबलत्वात् भवतात्. इत्युक्ते अवगमनं भवति वा? बहु कठिनम् अस्ति वा? आम्, कठिनमस्ति. बहु कठिनम्. अतः एव महोदय किञ्चित् सरलतया अग्रे लिखितवान्. तत् पठित्वा वयं सम्यक् अवगन्तुं शक्नुमः. तस्य पठनमपि भवतु. यद्यपि निच्च इति इयम् अपवादः, अयमेव अपवादः, अपवादः पुल्लिङ्गपदम्, अतः अयम् अपवादः इति अयम् अपवादः. तथापि अनन्यार्थनित्वेषु अनङ्गादिषु चरितार्थः. अस्य अर्थः एवं यत् यद्यपि ङिच्च इति अपवादभूतसूत्रेण सातं ङित्वात् अन्त्यस्य अलः स्थाने स्यात्, तथापि इदं सूत्रं ङिच्च अनन्यार्थनित्वेषु अनङ्गादिषु चरितार्थः, नाम येषाम् आदेशानां ङित्वस्य एकमेव प्रयोजनम् अन्तादेशः, तेषां द्वारा ङिच्च इति सूत्रस्य साफल्यं. यद्यपि ङिच्च इति सूत्रम् इति अयम् अपवादः, अयम् इत्युक्ते एषः अपवादः, ङिच्च तु अपवादसूत्रमस्ति अत्र कार्यं कर्तुम् आगच्छति. तथापि अनन्यार्थनित्वेषु ङित् कीदृश ङित् भवेत्? अनन्यार्थङित् भवेत्, तस्य अन्य अर्थः एव नास्ति, केवलम् एकः एव अर्थः, अन्तादेशः. तदा एव स्वस्य सूत्रस्य प्रसक्तिः भवति सर्वदा न. अनन्यार्थ इत्युक्ते किम् इति जानन्ति वा, अवगच्छन्ति वा? एकः एव अर्थः. आम्, एकः एव अर्थः. ङकारः इत् भिन्नभिन्नकारणे भवति इति जानन्ति खलु? ङकारः इत् यत्र भवति तत्र गुणनिषेधः भवति, तदर्थमपि ङकारः इत् भवति. किङ् इति च इति सूत्रस्य कार्यार्थं ङकारः इत् भवति. अपरेषु स्थानेषु सम्प्रसारणम् इत्यादि कार्याणि भवति, तत्र अपि तस्य करणार्थं ङकारम् इत् ङकार इत् भवति. पाणिनिः अत्र ङकारं स्थापयति केवलम् अनन्यादेशः भव केवलम् अन्तादेशः भवतु इति अर्थे न स्थापयति. कदाचित् गुणनिषेधः भवतु, वृद्धिनिषेधः भवतु, अथवा सम्प्रसारणं भवतु इति चिन्तयित्वा तत्र ङकारः भवति, न केवलम् अन्तादेशः इति. तस्मिन् सन्दर्भे यदि ङकारः इत् अस्ति तस्य कार्यं न भवति. अवगच्छति वा? केवलं ङकारस्य इत् इति स्थापनस्य उद्देश्यः अन्तादेशः मा भवतु इत्येव भवति चेत् तदा ङिच्च इति सूत्रं कार्यं तत्र करोति. अत्र तातङ् इति इति आदेशः अस्ति खलु? तातङ् किमर्थं तत्र ङकारस्य इत्संज्ञा भिन्नभिन्नकारणम् अस्ति इति कारणेन ङकार इत्संज्ञा भवति, न तु अन्तादेशः भवतु इति कारणेन. अग्रे उदाहरणानि सन्ति, महोदयः दत्तवान् एकादशमे पुटे प्रायः. सूत्रं विना अपवादः अस्ति तातङ्? न, तातङ् इति ङकारस्य इत्संज्ञा गुणनिषेधार्थमपि भवति. गुणः मा भवतु इति कारणेन तत्र द्विष् इति उदाहरणमस्ति, योगः तातङ्. यदि तातङ् योजयामः सामान्यतः गुणकार्यं भवितुम् अर्हति खलु? दिष्टात् इति अस्ति. तत्र गुणकार्यं भवितुम् अर्हति, परन्तु नकारस्य इत्संज्ञा अस्ति इति कारणेन गुणः न भवति. नो चेत् द्वेष्टात् इति रूपं भवति, द्विष्टात् इति न भवति. तथा भिन्नभिन्नकारणानि सन्ति, तेन कारणेन यदि सः ङकारस्य इत्संज्ञा भवतु इति स्थापितवान् तत्र अन्तादेशः इति कार्यं न भवति. अतः एव तात् प्रत्ययस्य अन्तादेशः इदानीं न भवति, अनेकाल् आदेशः एव भवति. अवगच्छति वा? न भगिनि, एकवारं पुनः वदतु भगिनि. न अवगच्छामि भगिनि. तत्र कः अंशः न, किम् अंशं न, तत्र कः भागः न अवगम्यते? अत्र अनेकाल्षित् किमर्थं कार्यं करोति इति. यदि किञ्च न कार्यं करोति तदा अनेकाल्षित् सर्वस्य एव कार्यं करोति खलु. परन्तु अत्र किमर्थं कार्यं न करोति? णिच् सर्वदा कार्यं न करोति. यदि णित् नकारस्य इत्संज्ञा तस्य प्रयोजनम् एकमेव भवति, अन्तादेशः मा भवतु इति चिन्तयित्वा यदि णित् इति इत् वर्णः अस्ति तदा एव णिच् कार्यं करोति, सर्वदा न. अत्र पाणिनेः उद्देश्यः अस्ति ङकारस्य इत्संज्ञा तु गुणनिषेधः भवतु, अन्यानि सम्प्रसारणं भवतु, तादृश उद्देशम् उद्देशेन ङकारस्य इत्संज्ञा अस्ति. इदानीं प्रायः भगिनी अत्र नित् इत्यस्य कार्याणि बहूनि सन्ति. एकं कार्यमस्ति गुणनिषेधः, अन्यकार्यमस्ति अत्र अन्त्यादेशः. अत्र नित् इत्यस्य कार्यम् अन्त्यादेशः न, परन्तु गुणनिषेधः. अस्तु, सम्यक्. इदानीं अत्र किञ्चित् किं वदामि, अत्र इण्टर्प्रिटेशन्. आमामाम्, इयङ् इति आसीत् तत्र णित् किमर्थं, तत्र इयङ् इति अस्ति, तत्र गुणनिषेधः तादृशकार्यं नास्ति, रीति अस्ति. तत्र गुणनिषेधार्थं तु इयङ् इति न स्थापितवान् खलु. इयङ् तु सामान्यतया तत्र कार्यं केवलम् एकमेव कार्यं, ङकारस्य इत्संज्ञा. किं कार्यं ङकारस्य इयङ् इति अत्र? अत्र अन्त्यादेशः. अन्त्यादेश अस्तु इति भवतु इति. परन्तु अत्र तातङ् इत्यस्य ङकारस्य अन्तादेशः भवतु इति चिन्तयित्वा तत्र न स्थापितवान्. गुणनिषेधः भिन्नभिन्नकार्यं भवति, तत् अग्रे महोदयेन लिखितम् अस्ति करपत्रे. तादृशकार्याणि तत्र भवतु वा न भवतु वा इति उद्दिश्य ङकारस्य इत्संज्ञा अस्ति, न तु अन्तादेशः भवतु इति. यदि केवलं सः चिन्तयति अन्तादेशः भवतु इति तदा एव भवति तस्य कार्यं. अस्मिन् प्रसङ्गे यदि विस्तरेण परिशीलयामः, भवन्तः यदि गुणनिषेधकार्यं भवति वा न वा, अथवा सम्प्रसारणं भवति वा न वा इत्यादि यदि परिशीलयामः तदा ज्ञायते. परन्तु वयम् इदानीं जानीमः अत्र एकमेव कार्यं नास्ति इति, अतः वक्तुं शक्नुमः. एतादृशपरिशीलनं कृत्वा एव कृतम् इति केवलं जानन्तु इदानीम्. अत्र अन्यसूत्रं किमपि अस्ति वा भगिनि? अत्र सूत्रं नास्ति, अत्र एव सिद्धान्तकौमुद्याः तत्र वृत्तिः अस्ति खलु, तत्र लिखितमस्ति. यथा टीकाकाराः वदन्ति स्पष्टार्थ स्पष्टीकरणार्थं टीकाकाराः विस्तरेण वदति, तथा एव पाणिनेः सूत्रस्य स्पष्टीकरणार्थं भट्टोजीदीक्षितमहोदयः सिद्धान्तकौमुदी इति ग्रन्थे विस्तरेण लिखितवान्. तेन ज्ञायते एवम् एतस्य एतेन कारणेन एव नीच इति सूत्रं अत्र कार्यं न करोति इति. अतः अनेकस्थाने एव भवति इति. अस्तु, यदि प्रश्नाः अग्रे न सन्ति, एतस्य विवरणम् अग्रे अग्रिमवर्गे अपि भवति. महोदयः ह्यः केवलम् एतावत् पर्यन्तमेव पाठितवान, अग्रिमसप्ताहे वर्गे अपि कृपया पुनः शृणोतु, प्रायः अवगन्तुं शक्नुवन्ति बुधवासरस्य वर्गे. अस्तु भगिनि, बहु धन्यवादः भगिनि. अस्तु, इदानीं समापयामः वा? आं भगिनि. अस्तु, प्रश्नाः सन्ति वा इतोपि, अथवा इदानीं निश्चयेन समापयामः? अस्तु, धन्यवादः, पुनर्मिलामः. धन्यवादः भगिनि, शुभरात्रिः. शुभरात्रिः.